अस्तु तर्हि अधुना चुरादिगणः इति विषयः प्रवर्तमानः अस्ति, तर्हि तत्र मध्ये सामान्यदातवः इति श्रेण्यां हलन्तदातवः इति ततः आरभ्य अस्माभिः द्रष्टव्यं. तर्हि सुब्रह्मण्यं महोदय कृपया पठितुं शक्यते ततः आरभ्य. हलन्तधातवः प्रथमं अद् उपधातवः एकत्रिंशत् धातवः सन्ति. अत उपधायाः उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे यथा चल् योगः णेच् प्रथमम् अनुबन्धलोपे इकारः एव अवशिष्यते चल् योगः इ. अत्र उपधायां धातोः उपधायाः अत् वर्णः अस्ति, तत्कारणात् अत उपधायाः प्रसक्तिः अस्ति, कार्यमपि करोति, तत्कारणात् अत्र अकारस्य वृद्धिः भूत्वा चाल् योगः इ भवति. इदानीं वर्णमेलनं कृत्वा चालि इति नूतनधातुः निष्पन्नः, सनद्यन्ताः धातवः इति सूत्रेण चालियोगः ति अत्र धातुना तिप् सार्वधातुकतिप्रत्ययः साक्षात् दृश्यते, तत्कारणात् कर्तरि शप् इत्यस्य प्रसक्तिः. चालियोगः शप् पुनः अनुबन्धलोपेन अत्र चालियोगः आ. अनन्तरं शप् शित् अस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन इकः अन्तिम अन्त्य इकस्य वृद्धिः भवति. चाले इकारस्य एकारः भवति, चाले योगः आ. अत्र इदानीं एचोयवायावः इत्यनेन एकारस्य स्थाने अ इ आदेशः भवति, चाल् योगः अ इ योगः अ. इदानीं चालय इति अङ्गं निष्पन्नं, चालय योगः ति चालयति अथवा चालय योगः ते चालयते. अत्र लट् विवक्षा अस्ति, प्रथमपुरुष एकवचने चालयति अथवा चालयते द्वयोः अपि भवतः भवन्ति भवति. तथैव लड् बध् नट् अपि लड् भवति लाडयति लाडयते, बध् भवति बाधयति बाधयते, नट् भवति नाटयति नाटयते इति. अस्तु महोदय, धन्यवादः महोदय. हेमा भगिनी किञ्चित् लड् इति करोति वा किञ्चित्? लड् करोमि. अस्तु भगिनि, अत्र प्रथमं लड् योगः णिच्. इदानीम् अत्र धातोः उपधायां अकारः अस्ति, तत्कारणात् अत उपधायाः इत्यस्य प्रसक्तिः अस्ति. प्रथमं तु णिच् प्रत्ययस्य अनुबन्धलोपः अपि भवति लड् योगः. सूत्रमत्र अस्ति अनुबन्धलोपम् इत्युक्ते अत्र णकारः तु चुटु इत्यनेन तस्य लोपः भवति, चकारः तु हलन्त्यं तस्य लोपः इत्यनेन लोपः भवति, इ एव अवशिष्यते. अनन्तरं लड् योगः लड् तु अत्र उपधायां ह्रस्वकारः अस्ति, तस्य वृद्धिः भूत्वा लाड् योगः इ भवति. लाडी इति वर्णमेलनेन लाडी इति नूतन धातुः निष्पन्नः सनद्यन्ताधातवः इत्यनेन, अनन्तरं लाड् सनाद्यन्ताधातवः इत्यनेन, किमर्थं चेत् अत्र णिच् सनादिप्रत्ययानां एकं प्रत्ययम् एकः प्रत्ययः, तत्कारणात् अत्र लाडि इति सनाद्यन्ता धातवः इत्यनेन नूतनधातुः निष्पन्नः भवति. लाडि अनन्तरं यथा पुनः अत्र लाडीयोगः यदि लट् विवक्षायाम् अस्ति, नाट् लट् अत्र लाडीयोगः ति, तत्कारणात् अत्र कर्तरि शप् इत्यस्य प्रसक्तिः, लाडीयोगः शप् अत्र शकारपकारयोः लोपः भवति. अत्र लशक्वत्तद्धिते इत्यनेन शकारस्य लोपः, पकारस्य तु हलन्त्यं तस्य लोपः इत्यनेन लाडीयोगः आ. पुनः अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र इकारस्य गुणः भवति, तत्कारणात् अत्र लाडि रूपपरिवर्तनं लाडे भवति, लाडे योगः आ. इदानीम् एचो यवायावः इत्यनेन एकारस्य परिवर्तनं भवति, ऐ भवति, लाडय लाडै योगः आ लाडय भवति. अनन्तरम् अत्र लट् विवक्षायां लाडय योगः ति, लाडयति परस्मैपदी रूपं निष्पन्नं, अथवा लाडय योगः ते लाडयते आत्मने पदिरूपं निष्पन्नं भवति. अत्र अत्र निजन्तधातवः उभयपदिनः तत्कारणात्. धन्यवादः हेमा भगिनी, अग्रिम. आम् आं महोदय, अग्रे पठामि वा? लघु इकु इगुपददातवः सप्तविंशतिधातवः सन्ति. येषाम् उपधायां ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः च. इदुपददातवः दश, उदुपददातवः पञ्चदश, ऋदुपददातवः एकः, परन्तु आहत्य अत्र षड्विंशति एव भवति भगिनी, उपरि तु सप्तविंशति इति दत्तमस्ति. एकनिमिषं पश्यामि. प्रायः गणने कुत्रापि आं भगिनि, अत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यम्. एते सप्तविंशतिः सामान्यचुरादिगणीयाः धातवः, नाम नित्यनिजन्ताः उभयपदिनः च. अग्रिमपाठे इतोपि लघु इगुपददातवः सन्ति, ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः. यथा पूर्वम् उक्तम्, अत्र केवलं सामान्यचुरादिगणीयधातवः एव परिशीलनम् इदानीं कुर्वन्तः सन्ति. अत्र लघु इगुपददातवः षड्विंशति धातवः सन्ति, इत्युक्ते उपधायाः स्थाने लघु इक् वर्णः सन्ति, इकारः, उकारः, ऋकारः च. तेषां गुणः भवति. एते सर्वे चुरादिगणीयाः सामान्यदातवः सन्ति, ते नित्यनिजन्ताः अपि च उभयपदिनः अपि अस्ति. विशेषदातवः तु अग्रिमकरपत्रे परिशीलयामः इति. इदानीं पुगन्तलघुपदस्य च सूत्रं वदति, यदि सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति इति. उदाहरणं पश्यामः. अत्र मुच् इति धातुः अस्ति. मुच् योगः निच् चुरादिगणे स्वार्थे एव अस्ति. तर्हि निच् अत्र अनुबन्धलोपानन्तरं नकारचकारलोपानन्तरम् इकारः एव अवशिष्यते. मुच् धातौ तु उपधायाम् उकारः अस्ति. तर्हि पुगन्तलघुपदस्य अनेन उकारस्य ओकारः भवति, गुणः भवति. पुगन्तलघुपदस्य च अनेन यदि सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा भवति, अत्र तिङ् न दत्तं, परन्तु तत्तु प्रथममेव मुच्योगः तिङ् इति आगच्छति. तिङ् तु सार्वधातुकमस्ति. अत्र णिच् अपि अस्ति, आर्धधातुकम् अपि अस्ति. केन सूत्रेण आर्धधातुकं कथमिति? आर्धधातुके शेषः वा? आं भगिनि. तर्हि अत्र सार्वधातुकमपि अस्ति, अर्धधातुकमपि अस्ति किल भगिनि? किन्तु मध्ये इदानीं ततः नूतन धातुः निष्पन्नः भवति, अनन्तरं सार्वधातुकप्रक्रिया भवति. अस्तु भगिनि. तर्हि उकारस्य ओकारः भवति पुगन्तलघुपदस्य अनेन. मोच् इति भवति. मोच् योगः इ, अत्र नूतनधातुः निष्पन्नं मोचि इति. तत्तु आतिदेशिकधातुः अस्ति, सनाद्यन्ताः धातवः इत्यनेन. इदानीं मोचि योगः तिप् अस्ति. तर्हि कर्तरि शप् अनेन शप् विहितः. शप् तु शित् अपि अस्ति, पित् अपि अस्ति, परन्तु सार्वधातुकतिङ् प्रत्यये भगिनि अत्र कर्तृत्वे सार्वधातुकतिङ् प्रत्यये च षित् कृत् प्रत्यये च शिप् शपः विहितः भवति. किमर्थं कृत् अपि अत्र दत्तमस्ति? पूर्वं वयम् एतादृशं न दृष्टवन्तः खलु? कर्तरि शप् सार्वधातुके, कर्तृत्वे सार्वधातुके इति एव वदति. तत्र तिङ् षित् इति किमपि नास्ति. तर्हि तिङ् अस्ति वा षित् अस्ति वा उभयत्र सूत्रस्य प्रसक्तिः भवति. परन्तु कृत् इति किमर्थं कृदन्तम् अस्माकं शत्रुप्रत्ययस्य अपि भवति तत्र अपि भवति. आम् अस्तु भगिनि. तर्हि कर्तरि शप् अनेन शप् विहितं भवति. तर्हि मोचि शानच् इत्यस्मिन् न भवति. किमर्थम् इत्युक्ते शानच् कर्मणि शानच् तत्र न भवति, किन्तु कर्तरि शानच् कर्तरि शत्रुप्रत्यये उभयत्र भवति. कर्तरि शानच् अपि भवति वा? आम् अस्ति खलु. कम्पते कम्पमानः इति कर्तव्ये भवति, तत्र भवति. किन्तु यत्र अस्माकं क्रियते इति अस्ति, तर्हि क्रियमाणः इति तस्मिन् सन्दर्भे तु न भवति. गणनिमित्तिकभेदः तत्र न वर्तते. यत्र गणनिमित्तिकभेदः वर्तते खलु अस्माकं कर्तृत्वे भवति चेत् तस्मिन् सन्दर्भे कस्मिन् गणे भवति सः प्रत्ययः आगत्य भविष्यति. साधारणतया कर्तरि षट् सर्वत्र प्रसक्तिः भवति. अनन्तरं चुरा अस्माकं गणमनुसृत्य चुरादिगणेश इति सर्वम् आगत्य मध्ये उपविशति. बुद्धं भगिनि. तर्हि मोचि योगः शप् अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते. लषक् वदति ते हलन्त्यं तस्य लोपः आभ्यैः. मोचि योगः अ, इदानीं सार्वधातुक अर्धधातुकयोः सूत्रेण अन्तिम इकारस्य एकारः भवति. मोचि मोचे इति परिवर्तनं भवति. मोचे योगः अ, अत्र यान्तवान्तादेशसन्धेः प्रसक्तिः अस्ति, कार्यमपि करोति. मोचे योगः एकारस्थाने अयादेशः. तर्हि एचोयवायवः कारणेन मोचै योगः अ मोचय इति अङ्गं भवति. चुरादिगणीयदातवः तु उभयपदिनः, अतः मोचययोगः तिङ् रूपद्वयं अत्र आगच्छतः मोचयति मोचयति इति समानरूपेण तिज् पृत् अपि भवति तिज् योगः इ उपधायां स्थितस्य इकारस्य एकारः भवति तेज् योगः इ इति तर्हि अत्र तेजि इति नूतन आतिदेशिकधातुः भवति तेजि योगः शप् कर्तरिशपनेन शप् शप् विहितः तस्य अकारयोजनेन तेजय योगः तेजय इति अङ्गं भवति एकारः भूत्वा यचोयवायावः कार्यं कृत्वा तेजय इति अङ्गम् आगच्छति तेजय योगः ति तेजयति वा तेजयते इति तथैव पृत् अपि पृत् योगः इ ऋकारस्य गुणम् अर् इति आगच्छति उरण्ड्रपरः अत्र कार्यं करोति पृत् तु पर्थ् इति भवति निचः इकारयोजनेन पर्थ् योगः इ पर्थि इति भवति इदानीं कर्तरिशपनेन अकारः अकारस्य योजनेन सार्वधातुक अर्धधातुकयोः अनेन इकारस्य एकारः भवति गुणः भवति तदनन्तरम् एचोयवायावः कारणेन अयादेशः आगत्य पर्थै योगः अपर्थय इति अङ्गं भूत्वा पर्थय योगः ति पर्थयति वा पर्थयते इति रूपद्वयं साधितः अन्य कः अस्ति भगिनि मीना अस्मि स्वागतं मीना भगिनि शान्ति अस्मि शान्ति शान्ति भगिनि स्वागतं भगिनि भव्य अस्मि अन्य कुत्र अस्ति वा अस्तु तर्हि तृष्णी भगिनी पुष्पा भगिनी राजी भगिनी अस्ति वा तर्हि अस्तु अग्रे सरेम रामप्रिया भगिनी एतावत् पर्यन्तं प्रश्नः अस्ति वा भगिन्याः प्रश्नस्य समाधानं प्राप्तं वा सर्वेभिः हेमा भगिन्याः किमर्थं कृत् इति तत्र दत्तमस्ति इति आं भगिनि धन्यवादः तर्हि रामप्रिया भगिनी अपि शेषदातवः पञ्चषष्टिदातवः चुरादिगणे तिगन्तरूपस्य साधनार्थं सोपानत्रयम् अस्ति अस्ति युक्तम् आरम्भे इति युक्तम् अस्माकं प्रमुखकार्यं प्रथमे सोपाने एव निजन्तधातोः व्युत्पत्तौ शेषधातुषु अस्मिन् किमपि कार्यं न भवति धातोः अन्तिमवर्णः अच् नास्ति अतः वृद्धिः न अर्हः उपधायाम् अत् हृस्व अकारः नास्ति अतः तत्रापि वृद्धिः न अर्हः उपधायां लघु इक् नास्ति अतः गुणः न अर्हः एभिः कारणैः न किमपि कार्यम् अर्हम् यथा पाल इति धातुः पाल पालयोगः निच् पालयोगः इ पाली इति निजन्तधातुः भवति अत्र दत्तमस्ति चुरादिगणे पञ्चषष्टि शेषधातवः सन्ति किमर्थं शेषधातव इति चेत् अन्तिमवर्णे धातुः अन्तिमवर्णे अचः नास्ति अतः वृद्धिः न भवति उपधायाम् अत् हृस्व अकारः नास्ति अतः तत्रापि वृद्धिः न भवति उपधायं लघु इक् अपि नास्ति अतः गुणः अपि न भवति अतः ये दातवः शेषदातवः इति उदाहरणरूपेण वृद्धि केन सूत्रेण भवति इति तदपि प्रथमः अच् नित्य सूत्रं विस्मरति एक निमिषम् अचोनिति क्षम्यता अचोनिति इति सूत्रेण वृद्धिः भवति अत उपधायाः इति उपधायाम् अतः वृद्धिः भवति पुगन्तलघुपदस्य च इति लघु पदस्य इकः गुणः भवति द्वितीयसोपाने निजन्तधातुः योगः शप् विकरणप्रत्ययः अङ्गम् इति उक्तं शेषधातुषु पाली इव निजन्तधातुः निष्पन्नः तदा यथा सामान्यं शप् पालियोगः शप् सार्वय धातुक अर्धधातुकयोः इत्यनेन गुणः पाली भवति पाले, पाले योगः अनुबन्धलोपानन्तरम् अ एव अवशिष्यते। एचौ यवायावः इत्यनेन अचि परे ये स्थाने ऐ आदेशः, तदानीं भवति पालै योगः अ। वर्णमेलने अङ्गं निष्पन्नं पालय इति अङ्गं निष्पन्नं भवति। तृतीयसोपाने अङ्गं योगः तिङ् प्रत्ययः, तिगन्तरूपम् इति युक्तं पालय योगः तीते वर्णमेलने तिगन्तरूपं निष्पन्नं पालयति पालयते इति द्वौ रूपं निष्पन्नं। अस्माकं गतसप्ताहे प्रश्नः अर्क अस्ति, अर्क तस्य किमर्थं शेषदातः इत्युक्ते उपादायम् इर् वर्णः अस्ति, अन्ते आ वर्णः अस्ति, तदानीं ये त्रयः अपि न सम्भवति, त्रयः सूत्रः अपि अतः अर्क् योग तत्र तु उपदेशे अजनुन्यासिका इति भवति किल, अर्क् योगः निश्चित अजनुनासिकः अकारः अस्ति अतः अनुनासिककारः अस्ति, तदानीम् अर्क् योगः णिच् भवति। सनाद्यन्ता दातवः इत्युक्ते अर्क् योगः इ अर्की भवति सनाद्यन्तदातवः, अर्कयति अर्कयते इति द्वयः द्वौ रूपम् अर्ज् तदानीमेव तत्रापि रेपः अस्ति उपधायाम्, अर्ज् योगः णिच् तत्रापि उपदेशे अजनुनासिका इत् अर्ज् योगः इ अर्जि अर्जयति अर्जयते। पीड् तत्र तु दीर्घ ईकारः अस्ति, तत् इक् लघु इक् वर्णः नास्ति, पीड् योगः णिच् पीड् इ पीडि पीडयति पीडयते। पालय पालपि दीर्घ आकारः, तदपि इक्वर्णः नास्ति, पाल् पाल्योगः णिच् पाल् योगः इ पालि पालयति पालयते। सामान्य तिङ्सम्बन्धसाधारकप्रकरणचिन्तनं समाप्तम्। धन्यवादः। अस्माकं प्रश्नः हेमा भगिनी इति चिन्तयामि, अस्माकं प्रश्नः गतवर्गे आसीत् खलु, छल् छल् इति धातुः चलति इति भवति, तर्हि वाहनं चलति, तर्हि तत् तत्तु उभादिगणे अस्ति, अनन्तरमस्ति चालयति, चालयति इति अस्माकं प्रश्नः आसीत्, निजन्तं वा प्रेरणार्थे वा नो चेत् स्वार्थे वा इति। यत्र रामः कार्यानं चालयति तत् कः रूपमस्ति इति अस्माकं प्रश्नः आसीत्, सः कः रूपं तत् किं रूपम् इति। अनन्तरम् अस्माकं प्रश्नः किमर्थमित्युक्ते पित्रा पुत्रः कार्यानं चालयति तत्तु प्रेरणार्थे निच् भवति खलु। कार्यानं चालयति इति तत्र, तर्हि मध्ये यत् चालयति अस्ति, रामः कार्यानं चालयति इति, तत्तु अस्माकं चुरादिगणधातुः छल् छल् इति द्वादिगणे अस्ति, चुरादिगणे अपि अस्ति, तर्हि यत्र द्वादिगणे अस्ति तत्तु वाहनं चलति इति भवति, यत्र चुरादिगणधातुः अस्ति छल् इति तत् चालयति इति रूपं भवति, स्वार्थे भवति चालयते चालयति इति रूपं भवति, तर्हि तत् अस्माकं वाक्यं भवति रामः कार्यानं चालयति स्वार्थे चालयति प्रायः चालयते चालयति इति रूपद्वयं भवति। यत्र तातेन पुत्रः कार्यानं चालयति तस्मिन् समये तु प्रेरणाति निज् भवति, अन्यत् विषयः आर्थदातकप्रक्रिया भवति तत्र। चल् इति धातुः द्वादिगणे अपि अस्ति चुरादिगणे अपि अस्ति, तर्हि चलति इति द्वादिगणे, चालयति अपि द्वादिगणे आगच्छति वा? चालयति इति प्रेरणार्थे निच् भवति. प्रेरणार्थे निच् इत्यस्य गण अनुसृत्य भेदः न भवति. तत्तु आर्धधातुकप्रक्रिया अस्ति. तत्र आर्धधातुकप्रक्रिया अस्ति. प्रेरणार्थे निच् इति तत्र गण अनुसृत्य भेदः न भवति. छल् वादिगणस्य चालयति इति भवति. यत्र यत्र अस्माकं अन्य अन्य लिख् अस्ति तर्हि लेखयति इति भवति. तत्तु तुदादिगणे किल. हा, किन्तु तथापि रूपसमानं भवति खलु, चालयति लेखयति इति सर्वत्र प्रेरणार्थे निच्छति भवति. तत्र गण अनुसृत्य भेदः न भवति प्रेरणार्थे निच्. परन्तु भादिगणे वयं न दृष्टवन्तः खलु एतादृशपरिवर्तनम्. एतावत्पर्यन्तं प्रेरणार्थे निच् एतावत्पर्यन्तं महोदयेन न पाठितम्. अग्रे गत्वा तर्हि ततः एव छल् इत्यस्य चलति इति रूपं पश्यामः. अनन्तरं कार्यानम् अहं चालयामि इति एकं रूपं पश्यामः. अनन्तरं अन्येन अहं कार्यानं चालयामि इति तत्र प्रेरणाटके तृतीयभेदः. तृतीयम् उदाहरणं पुनः वदतु भगिनि. पित्रा पुत्रः चालयति, कार्यानं चालयति, कारयति. पित्रा पुत्रः पुत्रः कार्यं क्षम्यतां क्षम्यतां पुत्रेण पिता कार्यं कारयति. पित्रा क्षम्यतां पुत्रेण पिता कार्यानं चालयति. पुत्रे प्रेरणार्थे स्वते भवति चेत् चुरादिगणे अस्ति. भूधातुः इव किल. भूधातुः भावयति इति एकं रूपं ह्यः परिशीलितवन्तः किल, तदैव स्वार्थे भावयति इति रूपम् अस्ति तदैव. कुत्र भू अस्ति, भू इति द्वादिगणे अपि अस्ति, चुरादिगणे अपि अस्ति. अनन्तरं प्रेरणार्थे अपि भाष्यते समानरूपं भावयति. भू अवकल्कने इति एकन्तदात् तर्हि अग्रे अग्रिं विशेषदातवः इति अस्ति खलु, तत् करपत्रं स्वीकुर्मः. भगिनी वसुधा भगिनी आरम्भं करोति अग्रे. अस्मि भगिनि, एकनिमिषं. मम अपि सर्वमपि सम्यक्तया न इदानीम् उद्घाटितं. नूतनपाठं वा चुरादिगणे विशेषधातुः? आं भगिनि, एकनिमिषं, किञ्चित् सम्यक्तया. अस्तु, चुरादिगणे सामान्यकार्यः त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम्. भगिनि न श्रूयते भगिनि. ओके, भङ्गमभवत्तस्य. तर्हि मीना भगिनि पठति वा अग्रे. आं भगिनि, एकनिमिषम्. चुरादिगणे विशेषदातवः चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम्. तानि च अचो ङिति अत उपधायाः पुगन्तलघुपदस्य च इदं कार्यं सामान्यम् इत्युच्यते अस्मिन् गणे. पुनः चुरादिगणे बहवः हलन्तदातवः सन्ति यत्र किमपि कार्यं न अर्हति. यतः उपधायां ह्रस्व आकारः अत्तपि नास्ति, लघु इकपि नास्ति, तानपि वयम् अपश्याम. अस्मिन् करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति तान् अवलोकयाम. अस्तु अस्तु, अग्रे चलतु भगिनि, क्षम्यता, डिस्कनेक्ट् अभवत्. वयं पूर्व करपत्रे दृष्टवन्तः चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति. हलन्तदातवः अपि चुरादिगणे सन्ति यत्र कार्यं किमपि न अर्हति. त्रिभिः सूत्रैः कार्यं कर्तुं निमित्तं न अस्ति. अस्मिन् करपत्रे वयं विशेषदातवः अवलोकयाम. अग्रे पठामि. अदन्तदातवः त्रिनवतिदातवः. चुरादिगणे त्रिनवतिदातवः अदन्ताः सन्ति यथा कथ, गृह, गण, क्षिप. येषाम् अन्ते ह्रस्व अकारः वर्तते तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशे अजनुनासिक इति सूत्रेण इति न. यतोहि येषु धातुषु स च अन्त्यः अकारः अनुनासिकः न अस्ति एव. अतः इमे अकाराः इत्संज्ञकवर्णाः न सन्ति. तर्हि येषां धातूनाम् अन्त्य अकारः कथं लुप्यते? चुरादिगणे धातुभ्यः णिच् प्रत्ययः विधीयते. अतः एकं सूत्रम् अस्ति अतो लोपः, यस्य द्वारा अकारलोपः सिद्ध्यति. चुरादिगणे अदन्तदातवः त्रिनवति अदन्तदातवः सन्ति. तेषु अन्तिमवर्णः ह्रस्व अकारः, तत् लोपः भवति, परन्तु अन्तिम अकारः अनुनासिकः न अस्ति. तस्मात् कारणात् उपदेशे अजनुनासिक इति सूत्रेण न लोपः भवति, इति सूत्रेण इत्संज्ञा न अस्ति. किमर्थं लोपः भवति? एकं सूत्रमस्ति अतो लोपः इति. णिच् प्रत्ययः आगच्छति, तत् निमित्तेन अतो लोपः इति सूत्रं कार्यं करोति. अन्तिम ह्रस्व अकारः लोपः भवति. अस्तु, अतो लोपः भगिनि, क्षम्यतां, धातुमञ्जरी मध्ये केवलं कत् इति दत्तमस्ति किल, तदा कथं जानीमः उपदेशे अजनुनासिक वा अतो लोपः कस्य कार्यं? धातुमञ्जरी मम समीपे धातुमञ्जरी इति पुस्तकं नास्ति भगिनि. ततः एव अहं चिन्तयामि, ततः एव अस्माकं दीक्षितपुष्पमहोदयाः इदानीं पुस्तकं किमर्थम् इत्युक्ते अद्यतनकाले तु तादृश उपदेशे यत् आसीत् इति रूपं तु लुप्तः जातः अनेके जातवान्. तर्हि सा इदानीं तस्य विषये किञ्चित् अन्वेषणं कृत्वा पुस्तकं प्रकाशितवती. अस्तु भगिनि. भवत्या हृदयः अस्ति वा सत्वरः पाणिनीयधातुपाठः इति? हा अस्ति, अहं पश्यामि. ह्यः अपि पृष्टवती, तदा महोदयः उक्तवान् अनुनासिकमेव दत्तम् इति. तदर्थम् अहं न दृष्टवती, परन्तु अत्र वाद्यार् एण्ड् सन्स् इति धातुरूपमञ्जरी पुस्तकम् अस्ति किल, तत्र तु एवं नास्ति, अतः पृष्टवती. अतो लोपः अदन्त अङ्गस्य ह्रस्वः अकारलोपो लोपो भवति आर्धधातुके प्रत्यये परे. येन विधिस्तदन्तस्य इति अनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति अङ्गस्य, अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु अङ्गस्य उपदेशे अनुवर्तते. अतः प्रसक्तिः केवलम् उपदेशस्थानम्. अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदं सूत्रम्. अनुदात्त उपदेशवनति तनोति इत्यादीना मुख न न न मनुना न न क्षमितां भगिनि तनोति इत्यादीनाम् अनुनासिकलोपो झलि किन्ति इति अस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अत्र सूत्रपरिचयम् अभवत् अति लोपः. तत्र किं भवति इत्युक्ते अतः इत्युक्ते तत्र अदन्त अङ्गस्य ह्रस्व अकारलोपो भवति, अनन्तरं तु तत्र आर्धधातुके अनन्तरम् अङ्गस्य अनयोः अधिकारः अस्ति. येन विधितदन्तस्य अनेन सूत्रेण तत्र अङ्गस्य अङ्गस्य इत्युक्ते तत्र अङ्गः इत्युक्ते अस्माकं कृते तु अङ्गः किं भवति कथा उप कथा इत्युक्ते तत्र अङ्गः तु सम्पूर्णं कथं भवति, परन्तु तत्र तु अकारः तु अङ्गस्य तत्र अकारः तु अनुनासिका आ भवति. तस्य स्थाने एव लोपः भवति, अन्तिमवर्णस्य एव लोपः भवति, न तु पूर्ण अङ्गस्य कथा न. उपदेशे अपि आगच्छति, पूर्वतः आगच्छति. अनन्तरं किं भवति तत्र सूत्रद्विपदम् इति लिखितम्. अनुवृत्तिसहितसूत्रं किं भवति इत्युक्ते तत्र अतः अङ्गस्य तु येन विधिं तस्य अनेन सूत्रेण आगच्छति तत्साधिकारतः. अनन्तरम् आर्धधातुकविषये, आर्धधातुकं किं भवति इत्युक्ते निश्चि तु आर्धधातुकं भवति, तिंशित् सार्वधातुकम्, अनन्तरं शेषप्रत्ययाः आर्धधातुकप्रत्ययाः भवन्ति, निश्चि तु आर्धधातुकमस्ति. एतादृशविषयसप्तमी अस्ति. आर्धधातुकविषये किं भवति इत्युक्ते तस्य लोपः भवति, अकारः लोपः भवति. यथा किं भवति कथा निच् योगेन हद् भवति. अनन्तरं गृह् अपि तत्र उदाहरणमस्ति, गृह प्लस् निच् गृह् भवति. इदानीं कद् इति धातुः अस्ति किम् सनाद्यन्ताः धातवः, अनेन सूत्रेण कद् गृह् इदानीं तु धातुसंज्ञकाः अभवत्. अस्यां दशायां कद् धातुः उपधा, कद् धातोः उपधा किं भवति धकारः, अनन्तरं ककारोत्तर अकारः तु उपधा भवति, तस्य अह्रस्व अकारः अस्ति. बहु शीघ्रं गच्छति एकः पूर्णभगिनी अत्र अतः अङ्गस्य इति किञ्चित् तस्मिन् विषये किञ्चित् प्रतिपादयति वा भगिनी? पुनः किमर्थम् इत्युक्ते मध्ये भगिनी अनुनासिक आकारः इति किमपि उक्तवती, तर्हि मम सन्देहः अभवत् तत्र भगिनी अत्र. ओ अनुनासिक इत्युक्ते तत्र पश्यतु अनुनासिका अस्ति चेत् एव तस्य लोपः भवति, अनुनासिका नास्ति चेत् तस्य लोपः तर्हि अनुनासिक अस्ति चेत् केन सूत्रेण तस्य इत्संज्ञा भवति अनुनासिकवर्णस्य? अनुनासिक उपदेशे अजनुनासिक इत्. आं भगिनि धन्यवादः. तर्हि अत्र येन विधिस्तदन्तस्य इति तस्य तस्मिन् विषये किमर्थं भगिनी अनुनासिक इत्यस्य आनीतवती, विषयम् आनीतवती इति मम किञ्चित् भ्रमः जातः. न न येन विधिस्तदन्तस्य आगच्छति अङ्गस्य, अङ्गस्य तर्हि विशेषविषयः. अस्तु भगिनि, तर्हि अतः अङ्गस्य इत्युक्ते किम् इति तस्मिन् विषये किञ्चित् वदति वा? अस्माकम् अङ्गः तु इदानीं तु कथा इति मन्ये, तत् अङ्गस्य. तर्हि निमित्ते कथा अङ्गः भवति वा, अङ्गः भवति इति मन्ये निच् निमित्ते न येन विधि सदन्ति अस्ति इति सूत्रेण अत्र अतः अङ्गस्य इति उक्तमस्ति. अतः अङ्गम् इत्युक्ते अत् इति अङ्गस्य अङ्गम् अतः इति एव नास्ति, किन्तु ह्रस्वकारः इति एव अपि नास्ति, किन्तु येषाम् अङ्गानाम् अन्ते अत् इति अस्ति तानपि येन विधि सदन्तस्य इति सूत्रम्. धन्यवादः. तर्हि अलोन्तस्य इति सूत्रं किं वदति, तत् तस्य प्रसक्तिः अत्र कथं भवति? अलोन्तस्य किमर्थं भवति इत्युक्ते ह्रस्वः तु अङ्गस्य अङ्ग तत्र पश्यतु, अतः लोपः. अतः इत्युक्ते तस्य अन्तः अलः एव, सम्पूर्ण अङ्गस्य न लोपः न भवति, भवति अकारान्त तस्य अलः, अलः तु अन्तस्य अलः स्थाने एव भवति. आर्धदातुके इति अस्ति, आर्धदातुके इति भगिनि तत् तस्य निमित्तसप्तमी अस्ति इति मम अवगमना आसीत्. आर्धधातुकविषये निच् इत्युक्ते मम कृते तु निच् तु आर्धधातुकमस्ति, आर्धधातुकविषये एव भवति. किन्तु अङ्गस्य लोपः परे आर्धधातुकप्रत्ययः अस्ति चेत् इति एव अस्ति खलु इति मम अवगमनमस्ति. अतः अङ्गस्य लोपः यत्र आर्धधातुकप्रत्ययः परे आगच्छति चेत् तर्हि तादृशसन्दर्भे इति निमित्तं भवति खलु. किन्तु उपदेशे इति तस्मिन् अवस्थायां किति उपदेशे इति अवस्थायाम् इत्युक्तवती तत्तु विषयसप्तमी इति मन्ये मम अवगमनं. अन्येषां ता किं चिन्तनं महोदयः यः उक्तवान् आर्धधातुके इति निमित्तसप्तमी इति किमर्थमित्युक्ते परे निच् आगच्छति चेत् एव अस्य कार्यस्य प्रसक्तिः भवति. तर्हि निमित्तं भवति आर्धातुकप्रत्ययः परे आगच्छति इति निमित्तं भवति, तर्हि निमित्तसप्तमी भवति. किन्तु उपदेशे इत्यस्य विषयसप्तमी खलु, उपदेशावस्थायां विषयसप्तमी एव. अस्तु बहु धन्यवादः भगिनि. अग्रे अपि पठति वाक्यद्वयं पठति वा भगिनि? इदानीं कद् इति धातुः अस्ति, गुरुः इति धातुः अस्ति. अस्यायां दशायां कद् धातोः उपधायाः अत् ह्रस्वकारः इति अस्य वृद्धिः अपि गुरुः धातोः उपधायाः लक् लघु इकः गुणः भवति भवितुमर्हति. आं भगिनि धन्यवादः. अग्रे शान्ति भगिनि तत्र भगिनि अत उपधायाः उपधायाम् अतः वृद्धिः णिति णिति प्रत्यये परे अनिवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः णिति. एतत्तु पूर्वमेव वयं पठितवन्तः उपधायाम् अत् अस्ति चेत् अत् तस्य वृद्धिः भवति यदा णिति णिच् प्रत्ययः परे अस्ति चेत्. इति दत्तम् अत्र, तदेव तस्य अग्रे सरामि वा? तत्र पुगन्धलघुपतस्य च पुगन्तस्य अङ्गस्य लघुपतस्य च एकः गुणः भवति सार्वधातुक अर्धधातुकप्रत्यये, सार्वधातुके अर्धधातुके च प्रत्यये परे अनुवृत्तिसहितसूत्रं पुगन्तलघुपतस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः. एतदपि वयं जानीमः. तर्हि उदाहरणं कथ गृह इति उदाहरणं आरम्भतः आमां गृह इति कथ इति धातोः उपधायाम् अत् अस्ति, अतः तस्य वृद्धिः भवति. कथ इति अस्ति अनन्तरं निच्छायापि तस्मिन् सन्दर्भे कथं कत् इति भवति, अकारस्य लोपः तदपि स्वीकृत्य. ओ अत्र तु अतः लोपः इति सूत्रेण अतः अङ्गस्य लोपः भवति णिच् प्रत्ययः आर्धधातुकप्रत्ययः इति कारणतः आर्धधातुकप्रत्ययः परे अस्ति चेत् कथ इत्यस्य अन्तिम अकारस्य उपदेशावस्थायां यः अन्तिम अकारः अस्ति तस्य लोपः भवति कप् इति निष्पद्यते. अत्र पुगन्तलघुपतस्य इत्यस्य प्रसक्तिः अस्ति उपधायां इक्वर्णप्रत्याहारे कोऽपि वर्णः अस्ति चेत् तस्य गुणः भवति सार्वधातुक अर्धधातुकप्रत्ययो परे इति. अत्र णिच् प्रत्ययः अर्धधातुकः अस्ति तत्रापि अतः प्रसक्तिः अस्ति एव. प्रसक्तिः स्यात् परन्तु अनयोः सूत्रयोः प्रसक्तिः स्यात् परन्तु अनेन परिभाषासूत्रेण लोपः लुप्तः लुप्त अकारः इव भवति इति अग्रे अग्रे दत्तम्. अचः परस्मिन् पूर्वविधौ इति सूत्रं परनिमित्तकः परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अचः स्थाने यः आदेशः सः अजादेशः. अजादेशः इत्युक्ते अचः स्थाने यः आगच्छति आदेशः, लोपः वा दीर्घः वा किमपि आदेशः तत् अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थानी. अचादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमी, पूर्वविधौ इति विषयसप्तमी, पूर्वस्य विधिः पूर्वविधिः षष्टि तत्पुरुषः तस्मिन् पूर्वविधौ अच् षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदम् इदं सूत्रं स्थानिवद् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यन स्थानिवत् आदेशः इत्यनोः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. किञ्चित् मन्दं मन्दं गच्छामि. अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रे परनिमित्तकः अजादेशः यत् स्थानिवत् भवति इति दत्तम्. अत्र यस्य अत्र अजादेशः अस्ति अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थानी. उदाहरणार्थं अत्र उदाहरणार्थं कथ धातुं स्वीकुर्मः चेत् अत्र अत्र अन्तिमवर्णस्य स्थाने लोपः एव आदेशः तथा थकारः एव स्थानी भवति. सम्यगेव किल भगिनि? आं भगिनि, अकारः स्थाने एव तकारः अकारः यस्य लोपः भवति स अत्र एव यस्य स्थाने लो आदेशः भवति सः एव स्थाने, अतः अकारः एव स्थाने. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः अत्र लोपः सः पुनः मूलः अच् इव भवति, स्थानिवत् भवति, मूलः अच् इव भवति. उदाहरणे लोपः अकारस्य इव भवति, लोपः एव अकारः इव भवति. अस्माकम् उदाहरणे पूर्वविधौ नाम या स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. अत्र पूर्वविधौ इत्युक्ते या स्थितिः यदा स्थानिनः इत्युक्ते अकारस्य अचः अकारस्य अचः पूर्वस्थितस्य कार्यम् इत्युक्ते अकारस्य पूर्वं यदस्ति तत्र ककारस्य अनन्तरम् अकारः तस्य कार्यं किल भगिनि? अग्रिमं पठतु भगिनि तर्हि. आमां परस्मिन् इति निमित्तसप्तमी, अत्र परस्मिन् इत्युक्ते निमित्तसप्तमी इत्युक्ते परनिमित्तिकः इति विवरणं दत्तम् अस्मिन् पदस्य. निमित्तिकम् अस्ति अजादेशः, परनिमित्तिकम् अस्ति इत्युक्ते तत्र निमित्तमेकम् आवश्यकम् अस्ति, तदेव निच् प्रत्ययः. अजादेशः परनिमित्तिकः अस्ति, अतः निमित्तमस्ति चेदेव अजादेशः आगच्छति, अतः अजादेशः परनिमित्तिकः. परनिमित्तिकः इति अजादेशस्य विशेषणं भवति अत्र. अत्र परस्मिन् अपि अतः निमित्तसप्तमी इति वदामः, निमित्तम् अस्ति इति कारणतः. तर्हि यथा पूर्वविधौ इत्यस्य पृष्टवती खलु, तर्हि इदानीं कथ इति पश्यामः चेत् कथयोगः निच् खलु, अस्माकं निमित्तं निच् इति प्रत्ययः अस्ति, तर्हि अतो लोपः इत्यनेन आर्धातुके इति अस्ति, आर्धातुके उपदेशे इति अतः अङ्गस्य लोपः. तर्हि इदानीम् अस्माकं परे निमित्तम् अस्ति, निच् इति प्रत्ययः अस्ति, तर्हि निमित्तम् अस्ति परे, परे परस्मिन् इति निमित्तमस्ति, तर्हि निच् इति परे भवति. इदानीं कथ इत्यस्य अकारस्य स्थाने लोपः आगच्छति, लोपादेशः भवति, तर्हि तस्मिन् सन्दर्भे किं भवति इत्युक्ते यत्र अकारस्य स्थाने लोपः आदेशः भवति सत्यं, तर्हि सः लोपः अकारः इव दृश्यते, अकारः इव भवति, अकारवत् भवति लोपः. तस्मिन् सन्दर्भे कीदृशस्थित्याम् इति यदा पृच्छामः चेत् यदा वयं पूर्वविधिः चर्चयामः विषयं, पूर्वविषये वयं यदा चर्चयामः पूर्व किमपि कार्यं भवति, इदानीम् अस्माकं ह्रस्वकारः अस्ति, तर्हि अत उपादायः इति सूत्रस्य प्रसक्तिः भवति, यत्र आदेशः भवति ततः तस्मात् पूर्वम् इदानीं तस्मिन् विषये वयं चर्चयामः. अतः उपादायः अस्माभिः दीर्घं वृद्धिः कर्तव्यं वा न कर्तव्यं वा इति इदानीं चर्चयामः. तर्हि तस्मिन् सन्दर्भे तादृशविधिः यदा तत्र पूर्वम् एकं विधिः आगच्छति, तर्हि तस्मिन् सन्दर्भे चर्चायां वा सन्दर्भे अस्माभिः इदानीं किं भवति, अकारः लोपः अकारवत् भवति, परे निमित्तमस्ति, पूर्वं मध्ये अकारस्य स्थाने लोपः आगच्छति सत्यम्, अनन्तरं किं भवति, लोपात् पूर्वम् अकारात् पूर्वम् इदानीं तस्य स्थानी अस्ति खलु, स्थानी इत्यस्य पूर्वं एकं विषयम् इदानीं विधिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति, तर्हि तादृशसन्दर्भे किं भवति, अस्माकं लोपः, यः आदेशः आगतः लोपः इति, तादृश आदेशः लोपः इति एव न भवितुम् अर्हति इति नास्ति, लोपः वा अन्यत् पदमपि अन्यवर्णमपि आदेशः भवति चेत् अपि यः आदेशः भवति तत्तु स्थानिवत् एव भवति, तर्हि अस्माकम् उदाहरणे लोपः इति आदेशः अकारवत् भवति, तर्हि अकारवत् दृश्यते, तर्हि इदानीं किं भवति, यत्र अकारवत् एव भवति चेत् उपदावर्णः कः, इदानीम् अस्माकम् अन्तिमवर्णः भवति अकारः इति एव दृश्यते, तर्हि पूर्व उपदा किं भवति इत्युक्ते ख इति एव दृश्यते, तर्हि अत उपदाय यदि आगत्य कार्यं कर्तुम् इच्छति किन्तु अतोपदायः इति सूत्रं द्विसूत्रं किं पश्यति, अकारस्य उपदायं तकारः एव पश्यति, तर्हि तस्य कार्यं किमपि किमपि तत्र नास्ति इति कृत्वा ककारोत्तरकारस्य दीर्घत्वम् अत्र न वा अत्र संशयः अस्ति वा महोदय पूर्वमेव किञ्चित् आम् अहं पुनः एकवारं पश्यामः वा पूर्वविधौ इति अत्र विषयसप्तमी इति पूर्वविधौ इति विषयसप्तमी भवती उक्तवती आदेशः यः अस्ति लोपः एव आदेशः स्थानिवत् भवति यस्मिन् सन्दर्भे इत्युक्ते पूर्वविधौ इत्युक्ते अत्र पूर्वस्मिन् उपधायां यः अकारस्य विषये वयं चर्चयामः तदानीं सन्दर्भे तस्मिन् सन्दर्भे स्थानिवत् भवति इति अतः पूर्वविधौ इति विषयसप्तमी पूर्वविधिः इदानीं न चर्चयामः चेत् अस्माकम् अन्तिमवर्णः कः अस्ति सकारः एव यत्र पूर्वविधिः इति चर्चयामः तस्मिन्नेव सन्दर्भे अस्माकं दृष्ट्या किं भवति इदानीं लोपः अकारवत् भवति तर्हि वयं न पश्यामः अकारं न पश्यामः वयम् इदानीम् उपादायां तकारमेव पश्यामः तर्हि परे निमित्तं भवेत् अनन्तरं पूर्वविधिः तस्मिन् चर्चायां पूर्वविधिः एकं सूत्रम् आगत्य विधीयते इदानीं पूर्वतन उपादायाम् एतद् भवतु इति विधीयते कार्यं तु मध्ये अस्ति कार्यं मध्ये भवति खलु कार्यं मध्ये अस्माकं कार्यमस्ति अकारस्य स्थाने लोपः इति आदेशः भवति तर्हि तादृशसन्दर्भे किं भवति अस्माकं पूर्वविधिः इत्यस्य कार्यं यदा वयं चिन्तयामः तस्मिन् सन्दर्भे इदानीं किं वदति तस्मिन् विषये चिन्तयामः चेत् तस्मिन् सन्दर्भे वदति लोपः अकारवत् भवतु इति एतत् सूत्रं वदति महोदय भगिनी क्षम्यतां लोपः अकारवत् भवति इत्यस्य किञ्चित् विवरणं ददातु लोपः अकारवत् भवति इत्यस्य अकारवत् दृश्यते मम चिन्तनम् अकारवत् अस्ति अतः उपदवर्णः अकारः न दृश्यते लोपः अकारवत् अस्ति इत्युक्ते अकारः न दृश्यते केवलं सकारः दृश्यते लोपः न दृश्यते अस्माकं विधिसूत्रं नूतनविधिसूत्रं यथा पूर्वविधिः इति इदानीं पश्य विषयसप्तमी अस्ति खलु पूर्वविधौ इति तर्हि तस्मिन् सन्दर्भे यदा वयं चर्चयामः इत्येव तस्य अर्थः भवति पूर्वविधौ इति यदा विषयसप्तमी इति वदामः इत्युक्ते विषये तस्मिन् विषये यदा वयं पूर्वविधिविषये वयं चर्चां कुर्मः तस्मिन् सन्दर्भे सूत्रेण अत्र अथ उपादायाः इति सूत्रेण अन्तिमवर्णः किम् इति अथो यदा अथ उपादायः आगत्य पश्यति तस्मिन् सन्दर्भे किं भवति सः लोपं न पश्यति लोपं पश्यति चेत् सकारमेव दृश्यते खलु इदानीं लोपं न पश्यति तत्तु अकारमेव पश्यति अतः ककारः एव उपदा वर्णः अस्ति भवति अतोपदाः इति सूत्रस्य दृष्ट्या ककारः एव अतोपदायः इति सूत्रं पश्यति तर्हि तस्य कार्यं किमपि नास्ति खलु तर्हि सः गच्छति तत् गच्छति कार्यं किमपि अकृत्वा गच्छति मम चिन्तनं मम मनसि एकं चित्रमस्ति, कार्यं कार्यम् एकस्थाने करोति, तदनन्तरम् एकविधिः आगच्छति, तद् तत् स्थानात् पूर्वं किमस्ति तद् न पश्यति, तत् बाध्यति. सत्यं भगिनि, भगिनी यत् वक्तवती सत्यमेव. इदानीं कार्यं तु अभवत्, लोपः तु आदेशः अभवत्, किन्तु परे तु निमित्तमासीत् मध्ये कार्यं लोपः अभवत्, अनन्तरं किं पूर्वम् एकं विधिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति. तस्मिन् सन्दर्भे सा विधिसूत्रं किं वदति, तत् विधिसूत्रस्य अनुसारेण दृष्ट्या लोपः न पश्यति, लोपः तु अकारवत् भवति, मध्ये आगत्य अकारवत् ओडियन्लि आङ्ग्लभाषायां वदामः चेत् किञ्चित् अन्यवेषं धृत्वा, अकारस्य वेषं धृत्वा तत् पश्यति इति मम दृष्ट्या चित्ररूपेण अहं पश्यामि. भगिनी, अत्र लोपः थकारोत्तरवर्ति अकारस्य लोपः किल? आं भगिनि. अनन्तरं लोपः न दृश्यते, केवलम् अकारः दृश्यते इति वदामः चेत् अत्र पूर्वविधौ इत्यस्मिन् उपदाविधौ इति नास्ति, उपदाविधिः इति नास्ति, पूर्वम् इति एव अस्ति. उपदाविषयम् इत्युक्ते द्वारः चर्चां वयं चर्चां कर्तुं शक्नुमः, तकारस्य विषयः वा नो चेत् अकारस्य विषयः वा इति. इदानीं पूर्वं पूर्ववत् पूर्वविधौ इति अस्ति, तर्हि तस्मात् विषय अस्माकं कार्यं तु अभवत्, इदानीं लोपः जातः, किन्तु पूर्वविधौ इत्युक्ते पूर्व अवस्थायाम् इति? न, तथा नास्ति. पूर्वस्य विधिः इति महोदयेन ह्यः तदेव प्रतिपादितमासीत्, मम अवगमनं तथा एव अस्ति. पूर्वस्थितस्य कार्यं विधीयते, पूर्वस्थितस्य वर्णस्य कार्यं विधीयते. अत्र पूर्वस्थितस्य कार्यम् इत्युक्ते अस्माकं धातोः विषये, पूर्वस्थितस्य कार्यम् इत्युक्ते उपदावर्णस्य कार्यम् अस्ति. उपदावर्णस्य कार्यं किम्? उपदावर्णः ककारः एव, किमर्थम् अकारः अन्तिम अकारः लोपः भवति, परन्तु स्यूडो अकारः तिष्ठति तद्. भव्या भगिनी अथवा वेङ्कटेशः, क्षम्यतां, विलम्बेन, नमस्ते. तत्र इदानीं किञ्चित् यद्यपि भवन्तः चर्चां कुर्वन्तः सन्ति, तत्र इदानीं मम अवगमनार्थं तत्र चल् इति धातुः वयं स्वीकुर्मः चेत् तत्र अदुपदाय इति सूत्रेण तत्र अकारस्य ह्रस्व अकारस्य वृद्धिः भवति, परन्तु तत्र अकारस्य लोपः इति अजादेशः किमपि नास्ति, परन्तु अत्र तु कथ इति तकारस्य अकार लोपः अजादेशः भवति. यद्यपि लोपः भवति, परन्तु तत्र अकारः तत्र भवति इति स्थानात् तत्र तद् भवति इति कारणात् तस्य उपदायां ककारः पश्यति, न तु ककारः इति वा तत्र? परन्तु तत्र इदानीं यदा आगच्छति इति महोदयेन इत्युक्ते कार्यं तु मध्ये भवति, किन्तु पूर्वम् एकं विधिसूत्रं कार्यं कर्तुम् इच्छति. अस्माकम् इदानीं मध्ये यत् लोपः जातः तस्मात् पूर्वम् एकं विधिसूत्रं कार्यं कर्तुम् इच्छति, तर्हि प्रायः इति सूत्रस्य प्रसक्तिः अस्ति वा इति अस्ति वा इति. तं सूत्रं किम् इति तत्र उक्तं नास्ति किल, परन्तु किमपि सूत्रं यदा अच् वर्णः तत्र अस्ति इति कारणात् पूर्वविधिसु किमपि सूत्रं कार्यं कर्तुम् इच्छति, परन्तु तत् किं सूत्रम् इति तत्र तु दत्तं नास्ति किल. कर्तुम् इच्छति प्रथमादोपदायः इत्यस्य यत्किमपि विधिसूत्रं कार्यं कर्तुम् अर्हति तत्सर्वम् आगत्य पश्यति, तर्हि यदा सूत्रं पश्यति तस्मिन् समये लोपः किं करोति इत्युक्ते अकारवत् तत्र उपविशति. इदानीं तत् चल् धातोः तत्र विशेषधातुः इत्युक्ते तत्र चल् इति धातोः अकारः तत्र नास्ति, परन्तु तत्र अदुपदायः इति तत्र पूर्वस्थितस्य लघु अकारस्य वृद्धिः भवति. अत्र तु तत्र यद्यपि लोपः जायते तत्र अच् वर्णः तथा पूर्ववत् तिष्ठति स्थानी भवति, अतः पूर्वविधौ इति सूत्रेण तत् तकारं पश्यति न तु ककारम् इति वा तत्र अवगमनं तकारं पश्यति न तु अकारम् अकारं यदा वर्णमेलनं कुर्मः चेत् अकारः अकारः अकारस्य लोपः अभवत् तर्हि इदानीम् अस्माकं दृष्ट्या सकारः एव अन्तिमवर्णः, उपरवर्णः अस्ति अकारः इति पश्यामः आ इति. किन्तु इदानीं किम् अभवत्, एतत् सूत्रं वदति किं वदति इत्युक्ते यत्र परे निमित्तम् अस्ति, परनिमित्तिकं परे निमित्तमस्ति अनन्तरं मध्ये एकम् अध्यादेशः अभवत्. इदानीं पूर्वम् एकं विधिसूत्रम् आगत्य कार्यं कर्तुम् इच्छति, तस्य प्रसक्तिः अस्ति वा इति अस्माकं चर्चा इदानीं वयं चर्चां कुर्मः. पूर्ववद् विधौ इति विषये कर्तव्यं, तर्हि तस्मिन् विषये वयं चर्चां कुर्मः. तस्मिन् सन्दर्भे किं वदति, अकारं न पश्यति. किमर्थम् इत्युक्ते लोपः अकारवत् तत्र आगत्य मध्ये उपविशति, लोपः स्वस्य रूपं धृत्वा न आगच्छति. तस्मिन् सन्दर्भे अकारस्य वेषरूपं दृष्ट्वा धृत्वा तत्र उपविशति, तस्मिन् तर्हि तत्र क्लेशः कुत्र अस्ति इत्युक्ते पूर्वविधिः तत्र तं सूत्रं किं सूत्रं तद् कार्यं कर्तुम् इच्छति इति भवती वदति किल, तत्र पूर्ववर्णस्य कार्यं करोति तद् सूत्रं भवितुम् अर्हति. अहं एकम् आङ्ग्लभाषायाम् एकं वक्तुम् इच्छामि. The first rule removes the ending akara, but there is another rule which acts on something that is before what has been removed, and it's like going in the reverse direction. When it tries to go in the reverse direction, the akara that has been removed is still sitting there in a form that blocks it, so it is acting as the end letter. So the from anything that tries to reach past it, it still sees that as being in place. Oh. Agre tadeva asti agre pathami va ekvaram kichu. No, one minute. Atra yadi antya akarah lopah bhavati, tarhi ata upadayaha karanena kakara uttaravarti akarah eva upadhayam asti, tarhi prasaktihi asti tatra kaati ti rupam bhavitum prasaktihi asti. परन्तु लुप्त अकारः यदा स्थानिवद् भवति तत्र तत् तु गुप्तरूपेण भवति एव, अतः कातिति न भवति तत्र उपधायां सकारः न तु अकारः. साक्षात् चिन्तनम् अन्यसन्दर्भेषु न तत्र उपविशति, अत्र तु लोपः एव उपविशति. पूर्वविधिः इति यस्मिन् विषये वयं चर्चां कुर्मः तस्मिन् सन्दर्भे एव तादृश स्थितिः भवति, लोपः अकारवत् तत्र उपविशति. पूर्वविधेः प्रसक्तिः अस्ति चेदेव पूर्वविधेः किमपि सूत्रस्य प्रसक्तिः अस्ति चेदेव एतत् कार्यं करोति. तस्य विधिसूत्रस्य एव कार्य विषये चर्चां कुर्मः, तस्मिन्नेव सन्दर्भे तादृशस्थितिः भवति. किन्तु अग्रिमसूत्रम् अन्यत् सूत्रं प्रायः परविधिः इति किमपि अस्ति इति चिन्तयतु, नो चेत् स्वस्य एव किमपि कार्यमस्ति चेत् तत्र तु तस्य लोपमेव अस्ति, तत्र स्वस्य रूपं लोपम् इति एव तत्र अत्र अग्रे पठामि भगिनि. तत्र वाक्यद्वयम् अस्ति, तत्र किञ्चित् इत्थं च चुरादिगणे अदन्तधातु धातुभ्यः निच् प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व अकारः इव. अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या कत् धातुः कथ इतिवत् दृश्यते. अत्र वयम् इदानीमेव चर्चितवन्तः अत्र पूर्वविधौ अत उपधायाः इति सूत्रस्य प्रसक्तिः अस्ति विधिसूत्रस्य अस्मिन् सन्दर्भे यः लोपः पूर्वं यः लोपः जातः निच् प्रत्ययस्य निमित्ति निमित्तकं लोपः यत् जातः यः तत्र स्थानिव ह्रस्व अकारः इव तिष्ठति अतः अत्र उपधायाः इति सूत्रस्य दृष्ट्या कत् धातुः नास्ति अत्र कच् इति दृश्यते तस्मात् उपधायां थकारः प्रतीयते अत्र कथ इति यद् दृश्यते तत्र उपधायाम् अन्तिमवर्णः पुनः अकारः इव दृश्यते उपधायाम् अकारः नास्ति थकारः अस्ति अत्र अत्र ह्रस्वाकारः नास्ति उपधायाम् अस्यां दशायां किमपि कार्यं न सम्भवति अतः वृद्धिः न भवति भगिनी एकवारम् अनुवृत्तिसहितसूत्रं प्रतिपादयति वा अतः आदेशः स्थानिव परस्मिन् पूर्वविधौ प्रयत्नं करोमि तर्हि परस्मिन् इत्युक्ते परे निमित्तम् अस्ति तर्हि यस्मिन् सन्दर्भे परे निमित्तम् अस्ति अनन्तरं किं भवति अचः स्थाने एकः आदेशः अभवत् अचः आदेशः अभवत् अचः स्थाने एकः अन्य आदेशवर्ण आदेशः अभवत् तर्हि पूर्वविधौ यस्मिन् पूर्वविधिसूत्रं किमपि वयं चर्चयामः तस्मिन् सन्दर्भे विषयपत्रमस्ति तर्हि तस्मिन् सन्दर्भे तादृशस्थित्यां सः आदेशः स्थानिवत् भवति तर्हि आदेशः स्थानिवत् भवति तर्हि इदानीम् अस्माकम् उदाहरणे लोपः इति आदेशः जातः तर्हि लोपः अकारस्य लोपः अभवत् खलु तर्हि लोपः इति आदेशः अकारः इति स्थानी अस्ति तर्हि अकारवत् भवति कस्मिन् सन्दर्भे परे निमित्तमस्ति परस्मिन् पूर्वं विधिः अस्ति तर्हि तादृशस्थित्याम् अचः आदेशः स्थानिवत् भवति खलु अत्र अचः भगिनि मम चिन्तनम् एतत् तस्य अचः आदेशः स्थानिवत् तस्य निमित्तद्वयम् अस्ति परनिमित्तकः भवेत् तदादेशः परनिमित्तकः भवेत् इत्युक्ते आदेशस्य कारणम् अनन्तरम् अस्ति अपि च पूर्वविधौ एकं सूत्रं किमपि कार्यं कर्तुं प्रयत्नं करोति तस्मिन् सन्दर्भे परनिमित्तिकम् एकं कार्यं भवेत् पूर्वविधौ एकं सूत्रं कार्यं करोति चेदेव अचः आदेशः स्थानिवत् भवति परनिमित्तकः इत्युक्ते अतो लोपः एव किल न भगिनि परनिमित्तकः आमाम् अतो लोपः अत उपादायः इति नास्ति वा मम अवगमनम् आसीत् अतोपदायः इत्यस्य निमित्तं परे अस्ति परनिमित्तिकः निच् अस्ति किल निच् अस्ति अतो लोपः लोपः तस्य सूत्रस्य परस्मिन् इति निमित्तम् अस्ति वा नो चेत् अतो उपादायः इत्यपि इत्यस्यापि मिति इति एव अस्ति खलु परन्तु अत उपधायाः अपि पूर्वं कार्यं करोति किल पूर्वविधवती किन्तु न निमित्तसप्तमी इत्यस्य विषये कस्य निमित्तम् इत्युक्ते पूर्वविधौ इत्यस्य निमित्तं परे भवति इति एव अस्ति खलु अत्र निमित्तम् अत्र अस्माकम् अतोपदायाः इत्यस्य सूत्रस्य सूत्रे वदति वृद्धिः भवति मिति इति वदति तर्हि इदानीं निच् निच् वर्णः निच् प्रत्ययः परे अस्ति तर्हि तस्मिन् सन्दर्भे अतः आदेशः स्थानिवत् भवति तत् मम अवगमनमासीत् निमित्तम् इत्युक्ते कस्य निमित्तम् इत्युक्ते पूर्वविधिसूत्रस्य यत् निमित्तं परे अस्ति तत् परनिमित्तम् इति मम अवगमनमासीत् भगिनी अत्र पूर्वनिमित्तिकः इत्युक्ते अजादेशस्य विषये एव परनिमित्तिकः इति वदामः अजादेशस्य विशेषणमस्ति परनिमित्तिकः इत्युक्ते तत्र अजादेशः निमित्तम् अनन्तरम् अस्ति इत्युक्त्वा यस्य निमित्तम् अनन्तरं परे अस्ति तत् परनिमित्तिकः, परम् अस्ति तत् परनिमित्तिकः इति किल इदानीं परनिमित्तिकः इति कस्य सूत्रस्य निमित्तम् इति अस्माकं अतोलोपः इत्यस्य वा नो चेत् अतोपदायाः इति अतोलोपः निमित्तम् अस्ति इति कारणात् अतोलोपः विधीयते, अतोलोपः विधीयते इति कारणात् तदेव अत्र अजादेशः तदेव स्थानिवद् भवति. यद्यपि लोपः जायते तत्र अकारः इव दृश्यते, तस्मात् कारणात् तद् सकारं न पश्यति तकारं पश्यति, अतः तत्र वृद्धिः न भवति. यथा पूर्वं तत्र अदुपदाय इति कार्यं कर्तुं प्रयत्नं करोति, तत्र तु यतः अचः परस्मिन् पूर्वविधौ इति सूत्रेण तत्र स्थानिवत् भवति इति कारणात् अचः अकारस्य लोपः यद्यपि जायते तद् मूलः एव दृश्यते, अतः तत्र तत् तकारं पश्यति तस्य उपदायां, न तु ककारः ककारस्य अकारः लघु ह्रस्व अकारः, अतः तत्र सन्दर्भः नास्ति अकारस्य वृद्धिः भवितुम् इति मम अवगमनम्. परस्मिन् परस्मिन् इत्यस्य सूत्रम् अतोलोपः एव महोदयः यथा उक्तवान् तदेव खलु, तदेव अहमपि अतोलोपः निच्छ आगच्छति इति कारणात् अतोलोपः, लोपः तु तस्मिन् सूत्रात् एव खलु. महोदय उक्तवान् किल तत्र अजादेशः इत्युक्ते अत्र आदेशः लोपः एव अजादेशस्मिन् सन्दर्भे तदेव आदेशः. धन्यवादः, स्यात् मम भगिनि. अस्तु तर्हि अभवत् वा एतावत् पर्यन्तम् एव ह्यः वयं दृष्टवन्तः, अहं नास्ति. धन्यवादः भगिनी, शुभरात्रि.